नमस्कारः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानविषयः अस्ति तिङ् सिद्धेः च लकाराणां च समग्रदृष्टिः इति विषयः अनुवर्तते. अत्र पाठस्य आरम्भात् प्राक् अत्र एकं प्रष्टुमिच्छामि. वर्गः आरभते, वर्गः आरभते, वाक्यं शुद्धं वा? रमा भगिनी वदतु. वर्गः आरभते. आत्मनेपदे धातु अस्ति चेत् शुद्धं विनय महोदय किं वदति भवान्? आरभते आरभ धातु रभ धातु एक्चुलि, परन्तु ते इति अन्ते आत्मनेपदं लट् लकार. लट् लकार अर्थ कर्तृक आरभते, परन्तु प्रथमपुरुष सम्बन्धे अस्ति. तर्हि शुद्धं वा वाक्यम्? ओ आरभते वाक्यम् अशुद्धता विवक्षा कः अत्र? शुद्धं वा न शुद्धं वा अशुद्धं वा? न, अहं न विवक्षा शुद्धं वा अशुद्धं वा इति तावद् वदतु. न, अशुद्धं शुद्धं नास्ति. शुद्धीकरोतु. रभते वदतु इदानीं. वर्गम् आरभते. बहु समीचीनम्. इदानीं तत्र वर्गः इति तत्र वर्गः इति तत्र प्रथमाविभक्तौ एव भवेत् चेत् तत्र किं कथं परिवर्तनीयम्? कर्त्री नास्ति, अत्र कर्मणि अत्र अस्ति किल. वदतु. वर्गः आरभ्य वर्गः आरभ्य सर्वैः वर्गः आरभ्यते. न आरभ्यते, सत्यम् आरभ्यते. मया वर्गः आरभ्यते. मया वर्गः आरभ्यते. वर्गः आरभते. वदतु. वर्गम् आरभते. किमर्थं वर्गम्? आब्जेक्ट् द्वितीया विभक्ति. अहं वर्गं वर्ग तु अत्र सः वर्गम् आरभ वर्गः एव आरभते खलु. वर्गः एव अत्र न मम विवक्षा तथा नास्ति. मम विवक्षा अस्ति सः वर्गम् आरभते. एवं सः वर्गम् आरभते इति विवक्षा. सः वर्गम् आरभते इति तत्र वर्गः इति अत्र कर्म अस्ति. नमस्ते भगिनि विजयलक्ष्मी. नमस्ते. अहम् अवर्गम् आरभे अपि शुद्धं वा? सत्यं श्रुतं श्रुतं श्रुतम्. अतः वयं वर्गः आरभते. अतः वर्ग कर्म अस्ति. वयं वर्गं वर्गम् आरभते. वयम् आरभामहे. भगिनी मया वर्ग वर्गः आरभ्यते इति शुद्धं वा? शुद्धं. मया वर्गः आरभ्यते. वर्गः आरभ्य कर्तरिकर्मणि प्रयोगाः. कर्तरिकर्मणि प्रयोगः इत्युक्ते कर्तरिप्रयोगे तत्र कर्तरिप्रयोगे नियमः कः? अत्र वासुदेव महोदय वदतु. कर्तरिप्रयोगे नियमः कः? कर्तृ अनुसारं क्रिया अन्वेदि. अर्थात् कर्तृनुसारं स्पष्टीकरोतु. कर्तृनुसारम् इत्युक्ते कर्तुः प्रामुख्यं भवति, कर्तुः प्रामुख्यं भवति. तर्हि तर्हि कर्तुः विभक्तिः का? कर्ता सूचयति प्रथमा, कर्तुः विभक्तिः प्रथमा एव. हा, कर्तुः तत्र कर्तुः प्रथमविभक्तौ भवति, कर्ता प्रथमविभक्तौ अस्ति, अनन्तरं कर्म द्वितीया विभक्तौ, कर्म द्वितीया विभक्तौ. तर्हि वन् टु वन्, वन् टु वन् इत्युक्ते तत्र तिङ् प्रत्ययः क्रियापदं कर्तारम् अनुसरति, अतः वन् टु वन् इति नियमः अस्ति खलु. कर्मपदस्य द्वितीया विभक्तिः क्रियापदं तत्र कर्तारम् अनुसरति इत्युक्ते कर्तुः बहु कर्ता बहुवचने अस्ति चेत् तत्र क्रिया अपि बहुवचने भवति. भगिनी एवमपि वक्तुं शक्नुमः किं, वर्गः आरभमाणः इति? वर्गः आरभमाणः, हा सत्यं, आरभमाणः इति शानश्रुत्यन्तप्रत्ययं प्रयुज्य वर्गः. परन्तु तत्र वर्गः आरभमाणः इति तत्र कर्त्रार्थे अस्ति, कर्त्रार्थे वक्तुम् इच्छति खलु भवती. आरभमाणः, इदानीं चिन्तयामः, वर्गः आरभमाणः इत्यस्ति, तर्हि तत्र शानश् प्रत्ययः कस्मिन् अर्थे अस्ति? शानश् प्रत्ययः तु कर्तृर्थे अस्ति. तर्हि इदानीं तत्र वाक्यं किं, वर्गः आरभमाणः इति समीचीनं वा? वयं पूर्वं किम् उक्तवन्तः भगिनि, I give a personality to varga, that the varga is starting by itself. Ito tatna samyak asti. Saha vargam arabamanaha asti. Saha, astu. Asti, asti adhyahritam. Asti iti adhyahritam. Saha vargam arabamanaha asti. Iti idhanim, tadeva vakyam svikritya, karmani shanaj vakti nichya mahachet kim kurmaha? विजयलक्ष्मी भगिनी वदतु. तेन वर्गः आरभ्यमानः माणः. तेन वर्गः आरभ्यमाणः इति अस्ति, बहु समीचीनम्. इत्युक्ते कर्तरि इत्युक्ते सामान्यनियमः कथमिति चेत् कर्तरि वन् टु वन् इति अस्ति, तत्र कर्मपदं द्वितीयविभक्तः भवति. वन् टु वन् इति सामान्यनियमः, वयं सर्वे जानीमः एव. कर्मणि प्रयोगे तत्र नियमः कः इति उमा भगिनी वदतु. आरभ्यमाणः नास्ति इदानीं न एकक्षणं, मया वर्गः आरभ्यते इति वाक्यमस्ति, तत्र नियमः कः? तृतीया तृतीया वर्गः हिन्दि कर्तरिप्रयोगे वर्गं द्वितीया विभक्ति कर्मपदं वास् नौ बिकम्स् कर्ता, दट् इस् वर्गः. न न न न न, वर्गः इदानीमपि कर्म एव. मया वर्गः प्रथमाविभक्ति आगच्छति, कस्य प्रथमा? वर्गः मीन्स् प्रथमा विभक्ति न? कर्मपदः कः? कर्मपदं कर्मपदं प्रथमा विभक्ति परिवर्तनं भवति, अण्ड् देन् कर्ता अहं हा. कर्मणि प्रयोगे नियमः कः इति चेत् तत्र तिङ् प्रत्ययः कर्मपदं क्रियापदेन सह अन्वेति, कर्मपदस्य क्रियापदेन सह सम्बन्धः. अतः इदानीं मया वर्गः आरभ्यते इति अस्ति, मया वर्गाः आरभ्यन्ते इति वदामि चेत् तत्र वर्गाः इति बहुवचने अस्ति, अतः क्रियापदमपि बहुवचने अस्ति, अतः कर्मपदं क्रियापदं तयोः सम्बन्धः अस्ति, तादृशसम्बन्धः. मया इति तत्र कर्ता अस्ति, कर्तृपदस्य तृतीयाविभक्तिः भवति, अतः नियमः कः इति चेत् 3-1-1 सर्वदा स्मर्तव्यं 3-1-1 कर्तरिप्रयोगे 1-2-1 अत्र 3-1-1 इति अस्ति. अस्तु, शानज् प्रत्ययान्तशब्दः अस्ति तत्र आ इति उपसर्गपूर्वकः रब् धातुतः रब् इति धातुः आत्मनेपदे अस्ति अतः तत्र शानज् प्रत्ययः भवति. शानज् प्रत्ययः कर्त्रार्थे अपि अस्ति कर्मार्थे अपि अस्ति. कर्त्रार्थे वयं कर्तुम् इच्छामः चेत् तत्र आ उपसर्गपूर्वकः रब् धातुतः तत्र रब् धातुः भुवादिगणे अस्ति अतः शप् इति भवति तत्रापि. तत्र अस्माकं चिन्तनं समीचीनतया इदानीं भवतु. अत्र आरभमाणः इति शब्दः कथं निष्पन्नः इति रामनाथन् महोदय वदतु. आरब्धमानः शानच् प्रत्ययम् आरभमाणः आरब्ध नास्ति आरभमानः आरभमानः तत्र प्रक्रिया कथम् अस्ति वदतु. अस्माभिः चिन्तितं खलु सार्वधातुकप्रक्रिया अर्धधातुकप्रक्रिया इति. इदानीम् अत्र प्रत्ययः कः सार्वधातुकप्रत्ययः प्रत्ययः कः प्रत्ययः कः आन आन शानज् इति प्रत्ययः खलु शानज् इति प्रत्ययः लशकसदिते इति सूत्रेण शकारम् अपगच्छति. अनन्तरं आन इति योजते हा चकारस्य का गतिः शानच् इति अस्ति खलु चकारम् अलन्त्यं सत्यम्. अस्तु आन इति अवशिष्यते इदानीम् आन तर्हि इदानीम् आन इति प्रत्ययः अस्ति इति वयं जानीमः. तर्हि प्रत्ययः अस्ति चेत् अस्माकं प्रथमः प्रश्नः कः. इदानीं धातुतः प्रत्ययः आनीयते तर्हि अस्माकं प्रथमः प्रश्नः कः. एतावता यत् पठितम् अस्मिन् पाठे अस्माकं प्रथमः प्रश्नः कः. तव प्रश्नं न अवगतं पुनः इत्युक्ते अस्माकं यदा यदा तत्र प्रत्ययः आगच्छति धातुतः अस्माकं प्रश्नः कः इति चेत् प्रत्ययस्य स्वभावः कः, प्रत्ययः कीदृशः, प्रत्ययः कीदृशः अर्थात् प्रत्ययस्य स्वभावः कः अर्थात् प्रत्ययस्य प्रत्ययः सार्वधातुकप्रत्ययः अस्ति वा अर्धधातुकप्रत्ययः अस्ति वा इति प्रथमतया चिन्तनीयं. धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा. इदानीं किम् अस्ति एतत् सार्वधातुकप्रत्ययं किमर्थम् चितः हा चित् अस्ति सत्यं चित् प्रत्ययः अतः सूत्रं किं तिंक्षित् सार्वधातुकं हा तिंक्षित् सार्वधातुकम्. अस्तु इदानीं सार्वधातुकप्रत्ययः अस्ति सार्वधातुकप्रत्ययः अस्ति चेत् धातुतः साक्षात् सार्वधातुकप्रत्ययः अस्ति इदानीं खलु. इदानीं रब् इति धातुतः साक्षात् सार्वधातुकप्रत्ययः अस्ति शानज् इति प्रत्ययः. तर्हि इदानीं किमस्ति चिन्तनं धातुतः साक्षात् सार्वधातुकप्रत्ययः इदानीं अत्र शानज् इति प्रत्ययः कस्मिन् अर्थे अस्ति कर्तृर्थे हा कर्तृर्थे अस्ति. इदानीं तत्र सार्वधातुकप्रत्ययः कर्तृर्थे अस्ति तर्हि किं भवति कर्तरि शप् कारणेन शप् आगच्छति. बहु समीचीनं रामनाथन् महोदय वदतु. शप् आगच्छति इदानीं हा शप् आगच्छति चेत् किं भवति न श्रूयते अकारम् एव पूर्वं योजते योजते चेत् किं भवति आरभते आरब् न आरभते न न क्रमेण वदतु आरब् योगः आ योगः रब् योगः अकारः योगः ते इति तिङन्त प्रत्ययम् आरब् आरब् योगः अयोगः ते. इदानीं किं भवति आरभते इति भवति. इदानीं शप् इति प्रत्ययं निमित्तीकृते किमपि कार्यमस्ति वा इति चिन्तनीयं खलु. किमपि कार्यमस्ति वा आरब् इति अङ्गे आरभमानः इति भवति न एकक्षणं क्रमेण गच्छामः. आरब् इति अस्ति आरब् योगः योगः अकारः योगः शानच् प्रत्ययः एकक्षणम्, आरभ्योगः अ इति अस्ति, अ इति शप् इति प्रत्ययः अस्ति, तत् तत् तं प्रत्ययं निमित्तीकृत्य किमपि कार्यम् अस्ति वा? आरभ्य गुणस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति. गुणस्य प्रसक्तिः अस्ति वा? कुत्र अस्ति? न, प्रसक्तिः यदि भवति तर्हि कर्तुं शक्यते, परन्तु अत्र तु नास्ति. अत्र नास्ति, अतः असत्यम्. अतः चिन्तनीयं तत्र यत्र यत्र प्रत्ययः अस्ति तत्र प्रथमतया चिन्तनीयं, तत्र प्रत्ययं निमित्तीकृत्य किमपि कार्यं भवति वा इति चिन्तनीयं. प्रत्ययः अ इति प्रत्ययः कीदृशः? सर्वदातुकप्रत्ययः. सर्वदातुकप्रत्ययः अस्ति चेत् अस्माकं वयं जानीमः गुणकार्यं भवितुम् अर्हति, परन्तु अत्र अत्र किम् अस्ति? इक् वर्णः अस्ति वा? नास्ति खलु, इक् वर्णः नास्ति अत्र खलु. अतः केवलं योजनम् आरभ इति अस्ति. आरभयोगः आन इति शानच् प्रत्ययः. आरभयोगः आन, तर्हि आरभ इति अदन्तमस्ति. आरभ इति तस्य अङ्गस्य अन्ते ह्रस्व अकारः अस्ति, अदन्तम् अस्ति, ह्रस्व अकारान्तम् अस्ति. अतः तत्र मान प्रत्ययस्य मुखागमः भवति, मुक् आगमः भवति, अतः मान इति भवति. अतः आरभ माण इति रूपं. तत्र णत्वमपि भवति, रब् इति धातुतः णत्वमपि भवति. तत्र णत्वस्य सूत्रं कोऽपि जानाति चेत् वदतु. अत्र अरुणा भगिनी वदतु. अट्कुप्वाङ् नुं व्यवाये अपि इति किमर्थम्? अत्र रब् रेफ् अनन्तरम् अकारः अस्ति, तदनन्तरं बकार अकारः अस्ति, नकारार्थनन्तरम् अस्ति, ततः आरम्भमाण रेपस्य अनन्तरम् अकारः, तस्य अनन्तरं भकारः, अनन्तरं मकारः, आकारः खलु. तर्हि अकारः तु अट् प्रत्याहारे अस्ति, भकारः तु पवर्ग्यवर्णः अस्ति, अनन्तरं मकारः अपि पवर्ग्यवर्णः अस्ति, आकारः अट् प्रत्याहारस्य वर्णः. अतः अट्कुप्पाङ् नुं व्यवाये अपि इत्यनेन नत्वम् आरभमाण इति प्रातिपदिकम् अस्ति. आरभमाणः, आरभमाणा, आरभमाणम् इति त्रिषु लिङ्गेषु रूपाणि इति कर्त्रर्थे अस्ति. इदानीं कर्मार्थे अपि भवितुम् अर्हति खलु. स्थानश्रुतिः कर्मार्थे अपि भवितुम् अर्हति. इदानीं कर्मार्थे तत्र प्रक्रिया कथं भवति इति मीना भ न तत्र जयलक्ष्मी भगिनी किम् अस्ति चिन्तनं? इति चेत् कर्तृत्वे नास्ति इति चेत् वा? कर्मार्थे अस्ति. आयोग आयोग रभयोग शानच् प्रत्यये एव भवति. आरभयोग शानच् शानच् इदानीं सार्वधातुकमस्ति, किन्तु कर्त्रार्थे नास्ति इति कृत्वा शप् न आयाति इति मुख्यविषयः अस्ति. पूर्वं तत्र पूर्वमपि सार्वधातुकप्रत्ययः शानज् इति प्रत्ययः सार्वधातुकप्रत्ययः, तत्रापि इदानीमपि सार्वधातुकप्रत्ययः. भेदः कः इति चेत् पूर्वं विवक्षा कर्त्रार्थे आसीत्, इदानीम् अस्माकं विवक्षा कर्मार्थे अस्ति. अतः कर्तरि शप् इति न आगच्छति. किमर्थं न आगच्छति? कर्त्रार्थे नास्ति इति कृत्वा कर्तरि शप् इदानीं न प्रयुज्यते. कर्तरि शप् इत्यस्य निमित्तं किम्? सार्वधातुकप्रत्ययः भवति, अनन्तरं कर्त्रार्थे भवति इति. कर्त्रार्थे भवेत्, सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति चेदेव शप् आगच्छति. अत्र तु शप् न आयाति, तत्र यक् इति प्रत्ययः आयाति. कर्मार्थे यक् इति प्रत्ययः आयाति, अतः आरभ्योगः यक् इत्यत्र य इति अवशिष्यते. ककारस्य संज्ञा अलन्त्यम् इत्यनेन य इति अवशिष्यते. आरभ्योगः आरभ्योगः य योगः आन, तर्हि आरभ्य इति अस्ति. योजयामः चेत् तत्र अङ्गकार्यं किमपि नास्ति. आरभ्य इति पुनः अदन्तमस्ति अङ्गम्, अतः मुक् आगमः भवति प्रत्ययस्य. आरभ्य माण आरभ्यमाण अस्ति. भगिनी केन सूत्रेण मुक् आगम आगच्छति? अनिमुक् अनिमुक् अनिमुक् अनिमुक् इत्यनेन मुक् आगमः भवति इति तावद् इति तावान् विषयः अस्ति. अत्र पुनः तत्र शानेश् प्रत्ययं योजयामः चेदपि तत्र चिन्तनम् एवमेव वाक्यस्तरे. शानेश् प्रत्ययः कर्त्रार्थे अस्ति चेत् तत्र कर्तुः विशेषणं भवति. शानेश् प्रत्ययः सः वर्गम् आरभं सः वर्गः सः वर्गम् आरभमाणः अस्ति. सः वर्गम् आरभमाणः अस्ति इत्यत्र आरभमाणः इति विशेषणमस्ति सः इत्यस्य, यतोहि कर्तृप्रयोगे अस्ति. सः वर्गम् आरभमाणः अस्ति. इदानीं कर्मणि प्रयोगे तमेव वाक्यं वदामः चेत् तत्र कथं भवति? गोमती भगिनी वदतु. तेन आरभ्य तेन वर्गः आरभ्य आरभ्यते. न, कर्मणि शानज् आरभ्य तेन वर्गः आरभ्यमानः आरभ्यमाने तेन वर्गः आरभ्यमाणः अस्ति. तेन वर्गः आरभ्यमाणः अस्ति. इदानीम् आरभ्यमाणः इति कर्मार्थे अस्ति शानज्, अतः कर्मपदस्य विशेषणं भवति. वर्गः इति प्रथमविभक्तौ अस्ति, आरभ्यमाणः इत्यपि प्रथमविभक्तौ अस्ति, अतः कर्मपदस्य विशेषणमस्ति शानस्पत्यः. कर्तरीप्रयोगे शानजान्तरूपं कर्तुः विशेषणं, कर्मणि प्रयोगे कर्मणः विशेषणम् इति तावत् किञ्चित् वक्तुम् इष्टवती तावदेव. अस्तु, इदानीम् अस्माकं संशयः कर्मणि प्रयोगे वर्गं वर्गः इति परिवर्तनम् आगच्छति. सो वर्गः वै काण्ट् वि से इट् इस् सब्जेक्ट् सब्जेक्ट् आफ् द सेण्टेन्स्? न, सब्जेक्ट् इत्युक्ते तत्र क्रिया कुत्र अस्ति, क्रियायाः आश्रयः कर्ता अस्ति. अत्र आरम्भणक्रिया कुत्र अस्ति, कः करोति आरम्भं? कर्ता एव करोति खलु, सः करोति. हा, अतः सः इति कर्ता अस्ति, सः इति कर्ता अस्ति, सः एव आरम्भं करोति. वर्गः कर्म अस्ति, वर्गः कर्म अस्ति इत्युक्ते तत्र वर्गस्य आरम्भं करोति, अतः वर्गः कर्ता न भवति, वर्गः कर्म एव. सो वर्गः सपोज् यु हव् टु डिफैन् दट् वर्गं वर्गः इति परिवर्तनम् आगच्छति, परिवर्तनं भवति. कर्मणि प्रयोगे कर्मपदं सर्वदा प्रथमाविभक्तौ एव भवति, अतः वर्गः इति अस्ति, वर्गः अस्ति. धन्यवादः. इत्युक्ते कुत्र कुत्र क्रिया अस्ति, कुत्र क्रिया वर्तते, सः एव कर्ता. कुत्र क्रियायाः फलम् अस्ति, सः अत्र तत् कर्म. So we should never change karta, never change the karta. Karta is karta. Whether it is kartani or karmani. हा, कर्ता कर्ता कर्ता एव. धन्यवादः. इदानीं तत्र अत्र अत्र एतादृश उदाहरणं किमर्थं स्थापितम् इति चेत् तत्र अस्माकं मनसि स्पष्टता भवति. सार्वधातुकप्रक्रिया किं, सार्वधातुकप्रक्रिया तत्र केवलं तिङ् प्रत्ययम् उपयुज्य अस्ति इति नास्ति. सार्वधातुकप्रक्रिया तु कृत् प्रत्ययः भवतु नो चेत् तिङ् प्रत्ययः भवतु, उभयत्र भवितुम् अर्हति. तत्र प्रत्ययस्य स्वभावः कः इति विचिन्त्य एव गणनिमित्तिकविकरणप्रत्ययः आयाति. अतः आरभते इत्यत्र यादृशी प्रक्रिया अस्ति तादृशी प्रक्रिया एव अस्ति आरभमाणः इत्यत्रापि, खलु? आरभमाण इत्यत्रापि तादृशी एव प्रक्रिया अस्ति. केवलं भेदः कः, आरभते अपि च आरभमाण द्वयोः भेदः कः? अत्र अरविन्द महोदय वदतु. आरभते अपि च आरभमाण द्वयोः भेदः कः? पृच्छतु आरभते इति कीदृशपदमस्ति आत्मनेपदम् वदतु पुनः न श्रूयते लट् लकार आत्मनेपदं हा तर्हि तिङन्तं सर्वधातुकलकार तिङन्तं धातु पश्यते कृत्वा क्रियापदमस्ति तिङन्तपदमस्ति क्रियापदमस्ति हा इदानीम् आरभमाण इति तत्र कीदृशपदमस्ति कृदन्त तत्र तु षित् अस्ति शानच् प्रत्ययस्य कारणेन सत्यं तत्सर्वम् अस्माभिः चर्चितम् इदानीम् अत्र इदानीं पदं इदानीं तत्र आरभमाण इति प्राप्तम् आरभमाणम् इति कीदृशम् अस्ति पदसंज्ञा अस्ति वा तत्र अत्र विशेषणमस्ति विशेषणमस्ति इदानीम् आरभमाण इति पदम् आरभमाण इति वयं प्रयोक्तुं शक्नुमः वा आरभमाणं कर्तरि प्रयोगे आरभमाणं किम् अस्ति प्रातिपदिकम् आरभमाण इति प्रातिपदिकम् अस्ति यद्यपि प्रक्रिया समाना अस्ति सारदात्मकप्रक्रिया अस्ति कर्तरि शप् आगच्छति तत्सर्वं समानम् अस्ति तिङन्तस्तरे अपि समानं कृदन्तस्तरे अपि समानं भेदः कः इति चेत् तिङन्तस्तरे क्रियापदस्य निष्पन्नं क्रियापदं निष्पन्नं भवति परन्तु अत्र कृत् स्तरे किं भवति इति चेत् प्रातिपदिकमेव निष्पन्नम् अस्ति सार्वधातुकप्रक्रियानन्तरं प्रातिपदिकं निष्पन्नम् अस्ति आरभमाण इति प्रातिपदिकम् अस्ति तत्पश्चात् तत्र सुप्रत्ययं योजयामः चेत् तत्र आरभमाणः आरभमाण आरभमाणम् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति इति तावानेव भेदः प्रक्रिया तु समाना एव परन्तु तिङन्तस्तरे तिङन्तपदं निष्पन्नं भवति तत्र तिङ् प्रत्ययस्य योजनेन तिङन्तपदं निष्पन्नं भवति परन्तु कृत् स्तरे केवलं प्रातिपदिकमेव निष्पन्नं भवति सर्वत्र प्रातिपदिकं निष्पन्नं भवति अस्तु अर्थात् धातुजन्य प्रातिपदिकमस्ति सत्यं तुमुन् प्रत्ययं योजय चेत् अव्ययं भवति न सत्यं प्रातिपदिकं कथम् अव्ययं भवति समासवर्गे अस्ति खलु भवती समासवर्गे अस्ति खलु शृणोति न शृणोमि भवती अस्माकं समासवर्गे अस्ति खलु आम् तत्र अव्ययं तत्र अव्ययं कथं तत्र प्रातिपदिकमस्ति इति जानाति खलु अव्ययीभावसमासे इत्युक्ते तत्र न नास्ति चिन्ता तत्र जस्ट् कनेक्षन् करणीयं तावदेव इत्युक्ते सर्वाणि अव्ययानि अपि सुबन्तानि एव सर्वाणि अव्ययानि प्रातिपदिकानि एव तस्मात् सुप्रत्ययः विधीयते तेभ्यः सुप्रत्ययः विधीयते तदनन्तरं सुप्रत्ययस्य लोपः भवति अतः तानि सर्वाणि पदानि सुबन्तपदानि अस्तु इदानीं तत्र प्रक्रियायाः साम्यं स्पष्टतया दृष्टं खलु प्रक्रिया कृदन्तस्तरे भवतु अथवा तिङन्तस्तरे भवतु प्रक्रिया समाना एव अस्ति उभयत्र प्रत्ययः सार्वधातुकः कर्त्रार्थः अस्ति चेत् तिङन्तविषये चिन्तनं भवतु अथवा कृदन्तविषये चिन्तनं भवतु उभयत्र तत्र विकरणप्रत्ययः आयाति गणनिमित्तिकविकरणप्रत्ययः आयाति अतः अत्र प्रक्रियायां भेदः नास्ति इति स्मर्तव्यम् अस्तु सार्वधातुकप्रक्रियायां कृत् प्रत्ययः भवतु तिङ् प्रत्ययः भवतु प्रक्रियायां साम्यं वर्तते कर्तरि शप् उभयत्र आगच्छति शप् आगच्छति चेत् शपं निमित्तीकृत्य अङ्गकार्यं तदनन्तरं वर्णमेलनं तत्सर्वं भवति अस्तु एवमेव तत्र इदानीं रब्धातुः भुवादिगणे अस्ति इति उक्तं परन्तु अन्य कोऽपि धातुः अस्ति दिवादिगणे अथवा स्वादिगणे इत्युक्ते तदनुसृत्य तत्र विकरणप्रत्ययः आयाति तत्र शप् न आयाति परन्तु दिवादिभ्यः श्यन् अथवा स्वादिभ्यः श्नु तुदादिभ्यः श्न श तुदादिभ्यः श इत्येतेषु प्रत्ययः आयाति एतत् सर्वं बुद्धं खलु अस्तु इदानीम् अस्माकं पाठं प्रति गच्छामः अत्र गतवर्गे अस्माभिः चर्चितम् आसीत् अत्र सार्वधातुक लकारः कथं कार्यं करोति इति जानीमः आर्धधातुकत्वं कथं सिद्ध्यति, अर्धधातुकत्वं कथं सिद्ध्यति इति अस्माभिः चर्चितम् आसीत्। अत्र वंशीभगिनी स्मारयति वा अर्धधातुकम् अर्धधातुकत्वं कथं सिद्ध्यति इति? आम् नमस्ते भगिनि। आं भगिनि वदामि वा? वदतु। अस्तु, प्रथमं तु धातुतः तिङ् प्रत्य धातु तिङ् प्रत्ययः न पश्यति, स्यात् असि लु लुटो इति कारणेन स्या प्रत्ययः मध्ये आगच्छति, अतः आर्धधातुकम् इति कारणेन तत्र स्या प्रत्ययः मध्ये आगच्छति। अपि च तत्र लुट् अपि च लुङ् इति लकारस्य विषये स्या इति मध्ये आगच्छति, अपि च लुट् प्रत्ययविषये तास् मध्ये आगच्छति। अनन्तरं लुङ् इति चिन्तयामि, तत्र छिली प्रत्ययः अहं चिन्तयामि, छिली प्रत्ययः धातुतः आगच्छति इति अहं स्मरामि, तत् सम्यक् वा न जानामि। समीचीनं, कस्मिन् लकारे? लुङ् लकारे एव भगिनि, लुङ् लकारे, लुङ् लकारे, हा लुङ् लकारे, तत्र धातु अपि च तिङ् प्रत्यये मध्ये आगच्छति, अतः धातु तिङ् न पश्यति। तदनन्तरं प्रश्नः किम् अस्ति भगिनि, एकवारं पृच्छतु। आर्धधातुकत्वं प्रत्ययस्य आर्धधातुकत्वं कथं सिद्ध्यति इति उक्तम् इति पृष्टं। तत्र लकारेषु दशलकाराः सन्ति, दशलकारेषु षण्णां लकाराणाम् आर्धधातुकत्वं कथं सिद्ध्यति इति प्रश्नः। हा हा अस्तु, समीचीनं। तत्र लट् लोट् लङ् विधिर्लिङ्ग् एते चत्वारः प्रत्ययाः सार्धधातुकप्रत्ययः, यतोहि धातु तिङ् प्रत्यये पश्यति अपि च कर्तरीश तयोः मध्ये आगच्छति, परन्तु अन्ये क्षम्यतां लट् लोट् लिङ् विधिर्लिङ्ग् लुट् लुङ् अपि च लुट् अपि च लुङ् एते चत्वारः प्रत्ययः क्षम्यतां लकारः मध्ये धातुतः मध्ये प्रत्ययः आर्धधातुकप्रत्यये मध्ये आगच्छति, अतः धातु तिङ् न पश्यति। एते त्रयः चत्वारः लकारः किल, अन्ये क्षम्यतां भगिनि, लुङ् तु अस्ति, लुङ् तु चिली मध्ये आगच्छति, लुट् अपि च लुङ् तयोः मध्ये स्या आगच्छति, लुट् तु तास् आगच्छति। अन्ये द्वे तर्हि आहत्य किम् उक्तवती, तत्र स्यतासि लुलुटोः इति सूत्रेण लृट् लकारे अपि च लिङ् लकारे स्य इति प्रत्ययः आगच्छति, धातुः तिङ् लकारयोः मध्ये स्य इति प्रत्ययः आगच्छति, अतः इदानीं तत्र धातुः तिङ् प्रत्ययं द्रष्टुं न शक्नोति। अस्तु, इदानीं त्रयः लकाराः जाताः, इदानीं ततः अग्रे चिलीलुङ्गि। हा चिलीलुङ्गि तु चिली प्रत्यये मध्ये आगच्छति, अतः तत्रापि धातु तिङ् प्रत्यये न पश्यति। तदनन्तरम् इति चत्वारः लकाराः जाताः। आम्, इदानीं तत्र षड् लकाराः सन्ति खलु? आम् भगिनि, तत्र लिङ् अन्यः किम् अवशिष्टलकाराः के? लिट् अपि च आशीर्लिङ्ग्। आमां, तत्र सूत्रमस्ति भगिनि, तत्र आशीर्लिङ्ग् अपि च विधिर्लिङ्ग् तयोः सूत्रमस्ति लिङ्गाशिशि इति कारणेन ते द्वे लकाराः आर्धधातुकं प्राप्नोति लिङ्गाशिशि लिङ्ग् आशीर्लिङ्ग् एव। लिट् लकारः साक्षात् अर्धधातुक तिङ् प्रत्ययः अस्ति लिट् लकारे, तिङ् प्रत्ययस्य अर्धधातुकत्वं लिङ्गाशिशि इत्यनेन अशीर्लिङ्ग् लकारे तिङ् प्रत्ययस्य अर्धधातुकम् इति तत्र आहत्य कति सूत्राणि सूत्राणि आर्धधातुकप्रत्ययः तु चत्वारः सूत्राणि एव. आर्धधातुकशेषः लिच्च लिङ्गाशिषि अपि च किम् अस्ति स्यात् स्यातासि लुलुटो अपि अस्ति किल. स्यातासि लुलुटोः इति चत्वारि सूत्राणि लिच्च लिङ्गाशिषि स्यतासि लुलुटोः अनन्तरं चिलि लुङ्गि इति चत्वारि सूत्राणि. तैः सूत्रैः तिङ् प्रत्यय तैः सूत्रैः आर्धधातुकलकारत्वं सिद्ध्यति. षण्णां लकाराणाम् आर्धधातुकत्वं सिद्ध्यति चतुर्भिः सूत्रैः. भगिनी एकः प्रश्नः, भगिनी स्यतासि लृलुटोः इत्यस्मिन् सूत्रे केवलं लृट् लकार लुट् लकार एव वदति, किन्तु व्याख्याने ऋङ् लकारः च न. सूत्रे तु लृट् अपि न उक्तं. कुत्र उक्तं लृट्? लृ इति एव उक्तं. लृ तथा एव लृङ् च भवेत् लृट् च भवेत्. लृ इति एव. अस्तु, धन्यवादः भगिनि. अस्तु, तावत्पर्यन्तम् अस्माभिः पठितमासीत् गतवर्गे. इदानीं ततः अग्रे कर्तुं शक्नुमः, इत्युक्ते इदानीं तत्र तत्र गतवर्गे तत्र लिच्च लिङ्गाशिषि इति पठितम्. इदानीं तत्र पुनः एकवारं पश्यामः, चतुर्णां लकाराणां कृते तिङ् इत्यनयोर्मध्ये अन्यः प्रत्ययः विहितः भवति, सः स्वयम् आर्धधातुकः इति ततः आरभ्य अधुना पठामः. अत्र सुमन् भगिनी पठति वा? कुतः भगिनि एकवारं पुनः वदतु. अत्र साक्षात् इति उक्तं खलु, साक्षात् तिङ्क्ष. तदनन्तरं द्वितीयः बिन्दुः ततः अग्रे चतुर्णां लकाराणां कृते. धन्यवादः. चतुर्णां लकाराणां कृते धातु तिङ् इत्यनयोर्मध्ये अन्य प्रत्यय विहितो भवति यः स्वयम् आर्धधातुकः. स्यतासि लृटोः लृटि लृङि च परे धातुतः स्यः ल्युटि परे धातुतः तासि भवति. अनुवृत्तिसहितसूत्रं लृटोः धातोः परश्च स्यतासि दीर्घस्य प्रत्ययौ लृट् लृङ् तत्र स्य भवति, लुट् तत्र तास् भवति. इतोपि वयं चर्चितवन्तः खलु तत्र लृ इत्युक्ते इदानीं लृट् अपि भवति लृङ् अपि भवति, तत्र द्वयोः लकारयोः तत्र आर्धधातुक प्रत्यय स्य धातो धातोः लकारयोः मध्ये आगच्छति. लुट् लकारे तास् इति आर्धधातुकप्रत्यय आगच्छति. क्षम्यतां, श्लि लुङ्गि अपि पठामि किम्? च्लि लुङ्गि लुङ्गि धातोः च्लि प्रत्यय परश्च, इत्युक्ते लुङ् धातु अस्ति चेत् धातु लकारयोः मध्ये च्लि प्रत्यय तदपि आर्धधातुकप्रत्यय अस्ति, तत् आगच्छति. अतः इदानीं चत्वारि चत्वारि लकारेषु धातु लकारेषु क्षम्यतां भगिनि पुनः वदतु. चतुर्षु लकारेषु चतुर्षु अस्तु चतुर्षु लकारेषु धातु साक्षात् तिङ् प्रत्ययः न पश्यति. अग्रिमवाक्यमपि पठतु. अस्तु, धेयं यत् स्य तास् च्ली एते त्रयः प्रत्यय न तिङ् न वा षित् अतः तिंषित् सार्वधातुकम् इत्यनेन नैव सार्वधातुकाः अपि तु आर्धधातुकं शेषः इत्यनेन आर्धधातुकाः समीचीनम् इति तत्र अस्माभिः चर्चितं धन्यवादः भगिनी इति अस्माभिः चर्चितं तत्र आहत्य चत्वारि सूत्राणि सन्ति स्यतासि लुलटोः चिलीलुङ्गि लिच्च लिङ्गाशिषि लिच्च लिङ्गाशिषि इत्यत्र तु तिङ्प्रत्ययः साक्षात् आर्धधातुकप्रत्ययः अस्ति इति तत्र सूत्रे एव अनुवृत्तिः अस्ति तिङ्प्रत्ययस्य आर्धधातुकत्वम् इति अतः तत्र मध्ये विकरणप्रत्ययस्य चिन्तनमेव नास्ति तत्र साक्षात् तिङ्प्रत्ययः एव आर्धधातुकः अतः तत्र सर्वत्र कर्तरिषप् इत्यस्य प्रसक्तिः नास्ति यतोहि तिङ्प्रत्ययः सार्वधातुकः नास्ति तदनन्तरं पश्यामः चेत् लृट् लकारे लृङ् लकारे अपि च लुट् लकारे तत्र स्यतासि लृलुटोः इत्यनेन धातुतः आर्धधातुकप्रत्ययः आयाति स्य इति प्रत्ययः अथवा तास् इति प्रत्ययः तदनन्तरं लुङ् लकारे धातोः अनन्तरं छिलि इति प्रत्ययः आयाति छिलि इति प्रत्ययः अपि आर्धधातुकः इति कृत्वा एतेषु षट्सु लकारेषु प्रत्ययति तत्र आर्धधातुकत्वं सिद्ध्यति लकारस्य अर्धधातुकत्वं सिद्ध्यति लिट् लकारे अशीर्लिङ्ग् लकारे तिङ् प्रत्ययः साक्षात् आर्धधातुकः अस्ति परन्तु अत्र लिट् लृङ् लुट् अपि च लुङ् तत्र तिङ् प्रत्ययः आर्धधातुकः नास्ति तिङ् प्रत्ययः इदानीमपि सार्वधातुकः एव तथापि तत्र मध्ये यः प्रत्ययः अस्ति सः प्रत्ययः आर्धधातुकः इदानीं धातुः आर्धधातुकप्रत्ययं पश्यति स्य इति प्रत्ययं पश्यति अथवा तास् इति प्रत्ययं पश्यति अथवा चिलि इति प्रत्ययं पश्यति ते सर्वे प्रत्ययाः आर्धधातुकः इति कृत्वा आर्धधातुकलकारः इत्युक्ते धातोः अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकः अस्ति चेत् सार्वधातुकप्रक्रिया इति वदामः धातोः अनन्तरं यः प्रत्ययः सः प्रत्ययः आर्धधातुकः चेत् आर्धधातुकप्रक्रिया इति वदामः अस्तु इदानीं ततः अग्रे उदाहरणं पश्यामः ऋट् लकारस्य उदाहरणं सूर्यकुमारी भगिनी पठति वा यथा ऋट् लकारः आप् योगः ऋट् अनुबन्धलोपेन आप् योगः ला एव स्यातासि रूल् रुटो इति सूत्रेण रुट् लकारे स्या साक्षात् धातुतः आगच्छति आप् योगः स्या योगः लकारः धातोः परः स्याप्रत्यय आर्धधातुक अतः कर्तरि स्याप् स्वादिभ्यः स्नु इत्यनयोः प्रसक्तिर्नास्ति आप्योगः स्यायोगः लकारः प्रथमपुरुषेकवचने तिबादेशः आप्योगः स्यायोगः तिप् अनुबन्धलोपे आप्योगः स्यायोगः ति वर्णमेलने आप्स्यति भवति आप्योगः लृट् वयं जानीमः स्यातासि लृल् ऋटो इति सूत्रे लृट् लकार विवक्षश्चेत् स्या प्रत्ययः धातुतः आगच्छति तदनन्तरं लकारनिमित्त किं प्रत्यय आगच्छति धातो कर्त्री स प्रसक्ति नास्ति आप्योगः स्यायोगः लकारः प्रथमपुरुषे एकवचने तिपायाति आप्योगः स्यायोगः अनुबन्धलोपेन ति एव तिष्ठति वर्णमेलने आप्स्यति भवति प्रक्रिया तुल्यं आम, अर्धधातुकप्रत्ययविषये अर्धधातुकप्रक्रिया अस्ति अत्र अत्र पश्यामः चेत् अर्धधातुकप्रक्रिया अस्ति अत्र उदाहरणरूपेण पश्यामः एतावता अत्र सार्वधातुकप्रक्रिया कथं भवति यथा तत्र रभ्योगः शप्योगः ते इति अर्धधातुक सार्वधातुकप्रक्रिया अस्ति यतोहि तत्र कर्तरि शप् इति गणनिमित्तिकविकरणप्रत्ययः अस्ति इदानीम् अर्धधातुकप्रक्रिया इति पश्यामः चेत् तत्र आप् इति धातुः अस्ति तत्र लृट् इति लकारः आयाति तत्र लृट् लकारं निमित्तीकृत्य इदानीं स्य इति प्रत्ययः मध्ये आयाति अत्र पूर्वं किम् अस्माभिः चर्चितम् इति चेत् तत्र लट् लकारस्य स्थाने तिङ् आयाति इति उक्तं रब् योगः लट् इति अस्ति चेत् लट् लकारस्य स्थाने तिङ् प्रत्ययः आयाति अतः रब् योगः ते इति आसीत् द्वितीयसोपानं तत्र सार्वधातुकप्रक्रियायां परन्तु अर्धधातुकलकारेषु प्रक्रिया कथं भवति इति चेत् आप् योगः लृट् इति प्रथमं सोपानं द्वितीयसोपाने लृट् लकारस्य स्थाने तिङ् न आयाति द्वितीयसोपाने तु मध्ये स्य इति प्रत्ययः आयाति चतासि लृलटोः इति सूत्रेण अतः आप् योगः स्य योगः लृट् इति अस्ति इदानीं तत्र लृट् लकारस्य स्थाने तिङ् प्रत्ययः आयाति तृतीयसोपाने अतः इदानीम् आप् अपि च तिङ् अनयोः मध्ये स्य इति प्रत्ययः अस्ति व्यवधानम् अस्ति स्य इति प्रत्ययः अर्धधातुकप्रत्ययः धातुना तिङ् प्रत्ययं द्रष्टुं न शक्नोति इति कृत्वा अत्र अर्धधातुकलकारः अर्धधातुकप्रक्रिया इति वदामः अत्र पश्यामः चेत् कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति स्वादिभ्यः श्नु इत्यस्यापि प्रसक्तिः नास्ति अत्र विमला भगिनी वदतु किमर्थं कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति अत्र कर्तरि शप् इत्युक्ते केवलं सार्वधातुक प्रत्ययस्य कृते अस्ति न तु अर्धधातुकप्रत्यये परे हा इदानीं तत्र धातुतः कः प्रत्ययः अस्ति अत्र तु लृट् प्रत्ययः अस्ति स्यतासि लृलुटोः इति अनेन सूत्रेण अत्र अर्धधातुकत्वं अर्धधातुकसंज्ञा अस्ति तेन कारणेन कर्तृ शप् इति न आयाति कस्य अर्धधातुकसंज्ञा किं भगिनि न अवगतं कस्य अर्धधातुकसंज्ञा अर्धधातुकसंज्ञा अस्ति इति उक्तं कस्य अस्ति अर्धधातुकसंज्ञा संज्ञा इति केवलं नामकरणं कस्य अस्ति लृट् लृट् प्रत्ययस्य लृट् प्रत्ययस्य किमस्ति संज्ञा लृट् तु लकारः स्यतासि स्य तु स्य प्रत्ययः अर्धधातुकः अर्धधातुक तास् अपि अर्धधातुक इति मन्ये हा सत्यं स्य इति अर्धधातुकः अस्ति आप् इति धातुतः स्य इति प्रत्ययः अस्ति इदानीं कर्तरि शप् इति किमर्थं कार्यं न करोति यतोहि सः कर्तरि शप् तु केवलं सार्वधातुकप्रत्यये आयाति अर्धधातुकप्रत्यये परे हा सत्यं हा इत्युक्ते तत्र आप् इति धातुतः स्य इति प्रत्ययः अस्ति स्य इति प्रत्ययः अर्धधातुकः अस्ति धातोः साक्षात् परं स्य इति प्रत्ययः अस्ति सः प्रत्ययः अर्धधातुकप्रत्ययः कर्तरि शप् तु सार्वधातुकप्रत्ययः अस्ति चेदेव कार्यं करोति अतः आप् अपि च स्य अनयोर्मध्ये शप् आगन्तुं न शक्नोति अस्माभिः पूर्वं चर्चितं खलु रब् योगः आन इति शानज् प्रत्ययः अस्ति तत्र तु शप् आगन्तुं शक्नोति किमर्थम् इति चेत् आन इति प्रत्ययः सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति अत्र तु स्य इति प्रत्ययः सार्वधातुकप्रत्ययः एव नास्ति अर्धधातुकप्रत्ययः अस्ति अतः अत्र शप् आगन्तुं न शक्नोति परन्तु तत्र आप्योगः लृट् इति अस्ति खलु आप्योगः लृट् प्रथमस्वपाने तत्र शप् आगन्तुं शक्नोति वा विम्ला भगिनी आप्योगः लृट् इत्यत्र शप् आगन्तुं शक्नोति वा लृट् तु ल भवति यदि ल भवति लकारस्य तत् तेन कारणेन तिङ् अष्टादशपतयः आगन्तुं शक्नुवन्ति, आगच्छन्ति एव. किञ्चित् उच्चैः वदतु भगिनि, न श्रूयते. लृट् ल भवति, ल ल लस्य इति सूत्रेण तत्र तिबादेः इति अष्टादशप्रत्ययः यदा आयान्ति तिप् आया तस्मात् पूर्वमेव अत्र प्रथमसोपाने एव अहं पृच्छन्ती अस्मि. आप्योगः ल इति अस्ति खलु प्रथमसोपाने, तत्र कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति वा इति प्रश्नः. न, क्योकि यतोहि सः नतिप् न वाष्यत्, तित् अस्ति. लृट् लकारे टकारस्य इत्संज्ञा भूत्वा टकारयोः इत्संज्ञा भूत्वा यदा केवलं ल अवशिष्यते तत् तिप् नवाशित्. तिंशित् नास्ति, तिंशित् भिन्नः अस्ति. ल इति प्रत्ययः तिंशित् भिन्नः अस्ति, सार्वधातुकः नास्ति, अर्धधातुकः अस्ति. ल इति अर्धधातुकः अस्ति, तत्रापि कर्तृशप् इत्यस्य अवसरः नास्ति. यदा हि स्यतासीलृटोः इत्यनेन स्य इति प्रत्ययः आगच्छति तदानीमपि तत्र कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति, यतोहि स्य इति प्रत्ययः अर्धधातुकः अस्ति. लकारं निमित्तीकृत्य तु चिन्तयितुम् एव न शक्नुमः. इदानीम् आप्योगः स्य योगः ल इति अस्ति, तस्मिन् सन्दर्भे शप् आगन्तुं शक्नोति वा ल इति प्रत्ययं निमित्तीकृत्य? न भगिनि, क्योकि यतोहि ल तिङ्क्षित् नास्ति. हा, इदानीम् आप्योगः स्य योगः ति इति अस्ति, इदानीं तिङ् प्रत्ययः आगच्छति तस्य स्थाने, इदानीं शप् आगन्तुं शक्नोति वा? न, यतोहि धातुः प्रत्ययं तिङ् प्रत्ययं न पश्यति मध्ये. तिङ् प्रत्ययः कीदृशः? तिङ् प्रत्ययः सार्वधातुकप्रत्ययः, परन्तु स्य अस्य कारणेन धातुः तिङ् प्रत्ययं न पश्यति. हा, बहु समीचीनं तथैव अस्ति. इत्युक्ते प्रत्येकस्मिन् सोपाने वयं पश्यामः चेत् कुत्रापि शप् इत्यस्य अवसरः नास्ति. आप्योगः लु इति अस्ति चेत् तत्र लु इति प्रत्ययः अर्धधातुकः, अतः कर्तरि शप् इत्यस्य अवसरः नास्ति. इदानीं द्वितीयसोपाने स्य इति प्रत्ययः मध्ये आगच्छति, आप्योगः स्य योगः लु इति अस्ति. इदानीं कर्तरि शप् इत्यस्य अवसरः अस्ति वा इति चेत् स्य इति प्रत्ययः अर्धधातुकः, अतः तत्रापि कर्तरि शप् इत्यस्य अवसरः नास्ति. तदनन्तरं लु स्थाने तिङ् प्रत्ययः आयाति, आप्योगः स्य योगः तिङ्. इदानीं तिङ् प्रत्ययं निमित्तीकृत्य धातुतः शप् आयाति वा इति चेत् न आगन्तुं शक्नोति, यतोहि धातोः मध्ये स्य इति प्रत्ययः अस्ति. कर्तरि शप् तदानीमेव कार्यं करोति यदा धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः अस्ति, सः प्रत्ययः कर्त्रार्थे अपि अस्ति, अपि च सार्वधातुकः अपि अस्ति. अतः अत्र आप्योगः स्य योगः ति इत्यत्र कर्तरि शप् इत्यस्य अवसरः एव नास्ति. स्पष्टं खलु? आम् आं भगिनि. अस्तु, इदानीं एकः संशयः. माताजी पाठमनुसृत्य स्यति इति योजनं कर्तुम् अर्हति. दट् टैम् आल्सो मध्ये स्या आगच्छति, तस्मात् आर्धधातुकप्रत्ययः धातुः साक्षात् तिङन्तप्रत्ययं न पश्यति इति वक्तुं शक्यते इति. सत्यं सत्यं, मातुः क्रमेण एतादृशचिन्तनम् अत्र न केवलं मातुः क्रमः इति, अत्र वस्तुतः महाभाष्ये एतादृशक्रमस्य आदरः अस्ति. महाभाष्ये एतादृशक्रमस्य आदरः अस्ति. सिद्धान्तकौमुद्यां किञ्चित् भिन्नरीत्या दत्तमस्ति, तस्यापि आदरः अस्ति. महाभाष्ये पक्षद्वयम् अस्ति इति अस्माभिः चर्चितं पूर्वं खलु, अतः तस्य तदपि अस्ति. परन्तु अस्माकं पाठ्यक्रमे वयम् एतादृशमेव चिन्तनं कुर्मः, यतोहि अस्मिन् सारल्यम् अस्ति, सरलतया वयं ज्ञातुं शक्नुमः, अतः वयम् एतादृशक्रमम् अनुसृत्य चिन्तयामः. अस्तु, समीचीनम्. अस्तु, अग्रे अरविन्द् महोदय पठतु. भगिनी, एकः लघुप्रश्नः. स्यतासि तत्र तासि इति द्विवचनमस्ति, अत्र तास् इति प्रत्ययः वा तासि इति प्रत्ययः भवति वा? तस्मिन् विषये अहं वक्तुं न इच्छामि. किमर्थम् इति चेत् तत्र इकारस्य विषये बहु चर्चा अस्ति. तत्र इकारः इडागमः वा नो चेत् तत्र उच्चारणार्थः वा इति तत्र तादृशचर्चा भवति, बहु चर्चा अस्ति. तत्र लुट् लकारम् इति विषयं यदा पश्यामः तदानीं तस्मिन् विषये चर्चां कर्तुं शक्नुमः. वस्तुतः तत्र इकारः उच्चारणार्थः इति स्वीकरोति. भगिनी स्यतासि इति सप्तमीविभक्ते न अस्ति, यतोहि स दीर्घ ईकारः. हा, तत्र द्विवचने अस्ति इति उक्तवती खलु भगिनी. अस्तु, सप्तमी नास्ति, द्विवचने अस्ति. अस्तु, अरविन्द महोदय अग्रे. एवं कृत्वा लृट् लृङ् लुट् लुङ् च येषां लकाराणां तिङ् प्रत्ययः यद्यपि सर्वधातुकाः, किन्तु धातु तिङ् प्रत्ययोः मध्ये अन्यप्रत्ययः उपविशति यः स्वयम् अर्धधातुकः. यतः पाणिनेः कार्यपद्धत्य सर्वं कार्यं साक्षात् पूर्वं परं च भवति. अपि च यतः एते सर्वधातुकः तिङ्प्रत्ययः अधुना धातुना साक्षात् न एव दृश्यते, अतः सर्वधातुकप्रत्ययनिमित्तम् अङ्ककार्यं न अर्हम्. नाम कर्तरि शप् इत्यनेन शप् प्रत्ययः न आनीयते, तस्य स्थाने आर्धधातुकप्रत्ययनिमित्तम् अङ्ककार्यं विहितम्. नाम इडागमविचारः, तत्र आर्धधातुकविषये एव अस्मिन् परिच्छेदे अपि दत्तमस्ति. ऋट् लृङ् लुट् लृङ् च येषां लकाराणां आर्धधातुकप्रत्ययः धातु पुरतः आयाति कृत्वा तिङ् न दृश्यते, एवं ते सर्वम् अर्धधातुक अपि अस्ति, तिङ्क्षित् नास्ति कृत्वा तत्कारणेन कर्तरिषप् इत्यस्य प्रसक्तिः न भवति, तस्य स्थाने अर्धधातुकप्रत्ययनिमित्तिक अङ्गकार्यं विहितमस्ति. नाम इडागमः. बहु समीचीनं महोदय, तथैव अस्ति. इत्युक्ते तत्र सारांशः कः इति चेत्, तत्र लट् लोट् लङ् विधि लिङ् एते लकाराः सार्वधातुकलकाराः, अवशिष्टलकाराः इत्युक्ते षड् लकाराः सन्ति. लृट् लृङ् लुट् लुङ् लकारः तिङ् प्रत्ययः सार्वधातुकः एव, तत्र तिङ् प्रत्ययस्य आर्धधातुकत्वं नास्ति, तथापि तत्र धातु तिङ् प्रत्ययोः मध्ये अन्यः प्रत्ययः अस्ति, यथा तत्र स्य प्रत्ययः अथवा तास् प्रत्ययः अथवा चिलि प्रत्ययः अस्ति इति कृत्वा तेषाम् अर्धधातुकत्वं, तेषां लकाराणाम् अर्धधातुकत्वम्. अनन्तरं लिट् लकारे आशीर्लिङ् लकारे तुतिङ् प्रत्ययः साक्षात् अर्धधातुकः, मध्ये तत्र विकरणप्रत्ययस्य विषये चिन्ता नास्ति इति कृत्वा तत्र षट्सु लकारेषु अर्धधातुकत्वं, लकारस्य अर्धधातुकत्वं सिद्ध्यति. तर्हि यस्मिन् लकारे धातुना तिङ् प्रत्ययं पश्यति सः लकारः सार्वधातुकलकारः, यस्मिन् लकारे धातुना तिङ् प्रत्ययः न दृश्यते, क्षम्यतां, न दृश्यते, सः लकारः अर्धधातुकलकारः इति तत्र भेदः अस्ति. अर्धधातुकलकारे गणनिमित्तिकविकरणप्रत्ययः नायाति, कर्तरि शप् श्यन् श्नु इत्यादयः न आयान्ति, केवलं तत्र इडागमः चिन्तनं भवति, इडागमस्य चिन्तनं भवति. धातुः अपि सेट्, प्रत्ययः अपि सेट् अस्ति चेत् इडागमः भवति. धातुः सेट् नास्ति, अनिट् अस्ति, तर्हि प्रत्ययः सेट् अस्ति चेदपि इडागमः न भवति. धातुः अपि सेट् भवेत्, प्रत्ययः अपि इडानुकूलः भवेत्, तदानीम् इडागमः भवति. अर्धधातुकप्रक्रियायां तादृशचिन्तनं भवति. अस्तु, इदानीं लक्ष्मी भगिनी अग्रे पठतु. पठामि. कार्यं साक्षात् पूर्वं परं च भवति इति किम्? तस्मिन् इति निर्दिष्टे पूर्वस्य सप्तमी विभक्तिः इत्यनेन कार्यं साक्षात् पूर्वं स्यात्. तस्मात् इति उत्तरस्य पञ्चमी विभक्तिः इत्यनेन कार्यं साक्षात् परे स्यात्. अग्रे पठामि वा भगिनि? पठतु. येषु लकारेषु कर्त्रर्थे कर्तरिषप् इत्यनेन शबादयः विकर्णप्रत्ययाः आनीयन्ते तेषु तिङन्तपदेषु गणीयभेदः वर्तते. अनेन दशधातुगणाः निष्पद्यन्ते भादि इत्यस्मात् आरभ्य चुरादिपर्यन्तम्। अत्र सार्वधातुकलकारः इत्युच्यते, लट् लोट् लङ् विधि लिङ् इति। अत्र एतत् विभक्तीनां विषये किमर्थम् उक्तम् इति अहं किञ्चित् अस्पष्टता अस्ति तस्मिन् विषये। तस्मिन् विषये निर्दिष्टे पूर्वस्य तस्मादिति उत्तरस्य पूर्वकार्यं परकार्यम् इति उक्तं खलु, तस्य विवरणार्थम् अत्र दत्तम् इति चिन्तयामि भगिनि। सत्यं सत्यम्। इत्युक्ते अत्र वयं एतावता किम् अधीतम् इति चेत्, अस्माकं प्रथमपाठे एव वयम् अधीतवन्तः, प्रथम अथवा द्वितीयपाठे पाणिनीयसूत्रं कथं पठनीयम् इत्यत्र। सप्तमीविभक्तिः इत्युक्ते पूर्वकार्यं, पञ्चमीविभक्तिः इत्युक्ते परकार्यम् इति उक्तं। तत् कथं निर्मितं, तस्य आधारः कः इति चेत् अत्र सूत्रद्वयम् अस्ति, तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रेण, तत्र तस्मिन् इति अस्ति खलु, तस्मिन् इति तत्र सप्तमीविभक्तौ अस्ति। अतः सूत्रेषु, अस्माकं विधायकसूत्रेषु यत्र यत्र सप्तमीविभक्तिः अस्ति सप्तमीविभक्तिः अस्ति चेत् तस्मात् पूर्वं, साक्षात् पूर्वं कार्यं भवति। सप्तमीविभक्तेः साक्षात् पूर्वं कार्यं भवति इति तादृशार्थः सिद्ध्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन। तस्मादिति उत्तरस्य इत्यत्र तस्मात् इति तत्र पञ्चमीविभक्तौ अस्ति, इत्युक्ते यत्पदं पञ्चमीविभक्तौ भवति तस्य अनन्तरं, साक्षात् अनन्तरं कार्यं भवति, इत्युक्ते मध्ये व्यवधानं न स्यात्, व्यवधानं न स्यात् इति अर्थः। इत्युक्ते यस्य सप्तमीविभक्तिः अस्ति तस्मात् साक्षात् पूर्वं कार्यं भवति, यस्य पञ्चमीविभक्तिः अस्ति तस्य साक्षात् अनन्तरं कार्यं भवति, मध्ये अन्यव्यवधानं नास्ति। किमर्थम् इदं सूत्रद्वयम् अत्र स्थापितम् इति चेत्, अत्र कर्तरीषप् इति सूत्रे, अत्र कर्तरीषप् इति सूत्रस्य निमित्तं किम्? प्रत्ययः कर्तृत्वे भवेत्, अनन्तरं सार्वधातुकं च भवेत्। तावत् पर्याप्तं वा? धातुना तिङ् प्रत्ययः द्रष्टव्यं च, धातुः अपि भवेत् खलु, धातोः व्यवधानं नास्ति तत्र, धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः सार्वधातुकप्रत्ययः कर्त्रार्थे भवेत् इति अस्ति तत्र, धातोः मध्ये अन्यत् किमपि नास्ति। तस्य तादृश अर्थः कथं सिद्ध्यति इति चेत्, तत्र धातोः इत्यस्य पञ्चमीविभक्तिः अस्ति, धातोः इत्यस्य पञ्चमीविभक्तिः अस्ति, कर्तरि सार्वधातुके इत्यस्य सप्तमीविभक्तिः अस्ति, तर्हि पञ्चमीविभक्तिः अस्ति इति कृत्वा तस्मादिति उत्तरस्य पञ्चमीविभक्तेः अनन्तरं, साक्षात् अनन्तरं कार्यं भवति। कर्तरि शप् इति सूत्रेण पञ्चमीविभक्तेः साक्षात् अनन्तरं कार्यं भवति, कर्तरि सार्वधातुके इति सप्तमीविभक्तौ अस्ति पदद्वयं, तस्मात् पूर्वं कार्यं भवति, मध्ये व्यवधानं नास्ति इति कृत्वा एव आप्योगः, ह्ययोगः, तिङ् इत्यत्र कर्तरिषप् इत्यस्य कार्यं न भवति। किमर्थम् इति चेत्, धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः नास्ति, तिङ् प्रत्ययस्य साक्षात् पूर्वं धातुः नास्ति, यतोहि मध्ये स्य इति व्यवधानम् अस्ति, तस्य अत्र प्रमाणमस्ति। तस्मिन् इति निर्दिष्टे पूर्वस्य, तस्मादिति उत्तरस्य इति सूत्रद्वयेन कार्यं साक्षात् एव भवेत्, साक्षात् पूर्वम् अथवा साक्षात् परं, मध्ये व्यवधानम् अस्ति चेत् न भवति। बुद्धं खलु? बुद्धं भगिनि, तथा एव वदतु, किञ्चिदेव अस्ति, तदपि पठित्वा समापयामः वा? वदतु। कर्तृषप् इत्यनेन शबादयः विकर्णप्रत्ययः आनीयन्ते इति चेत्, कर्तृषप् इति प्रथमतया सूत्रं भवति, तदनन्तरं तत् प्रबाद्य अन्यसूत्राणि, यदा भवादि क्षम्यतां दिवादिगणे चेत् दिवादिभ्यः श्यन् स्वादिभ्यः श्नु इत्यादि सूत्राणि आगत्य तत्र सहकरोति। तदर्थं गण दशधातुगणाः निष्पद्यन्ते इति अत्र उक्तमस्ति, ते एव सार्वधातुकलकाराः इति चेत् लट् लोट् लङ् विथिलिङ्ग् एतेषु चतुर्षु चत्वारि लकाराः, चत्वारः लकाराः सार्वधातुकलकाराः भवन्ति। अग्रे येषु लकारेषु कत्रर्थे धातुतः सार्वधातुकप्रत्ययः नास्ति एव अथवा यत्र अस्ति परन्तु साक्षात् न दृश्यन्ते अतः न दृश्यन्ते तेषु तिङन्तपदेषु शप् न भवति स्थाने इडागमविचारः भवति अत्र सार्वधातुकलकारः इत्युच्यते क्षम्यता आर्धधातुकलकारः इत्युच्यते लिट् ऋट् लृङ् लुट् लुङ् आशीर्लिङ् इति यथा आर्धधातुकलकारः परे भवति चेत् यत्र धातूनां सार्वधातुकप्रत्ययः अस्ति चेदपि तत् न दृश्यते धातुतः साक्षात् आर्धधातुकप्रत्ययः अर्धधातुकप्रत्ययः अस्ति तत्र कर्तरिषप् न आयाति किन्तु आर्धधातुकलकारचिन्तनं भवति तत्र इडागमविचारः भवति आर्धधातुकप्रत्ययः कथम् इति स्वभावः कथम् इति निर्णयित्वा तत्र इडागमविचारः भवति इदानीम् आर्धधातुकलकाराः लिट् ऋट् ऋङ् लुट् लुङ् आशीर्लिङ् एतानि षड् लकाराः भवन्ति बहु समीचीनं तथैव अस्ति इत्युक्ते अत्र सारांशः कः अस्मात् पाठ अत्र अस्मिन् करपत्रे किम् उक्तं तत्र सारांशः कः इति चेत् स्मर्तव्यं लट् लोट् लङ् विधिलिङ् एते लकाराः सार्वधातुकलकाराः अपि च लिट् लृङ् लुट् लृङ् लुङ् आशीर्लिङ् लृट् एते लकाराः षड्लकाराः आर्धधातुकलकाराः इति तत्र सारांशः अस्ति केवलं सार्वधातुकलकारेषु एव कर्तरीषप् इत्यस्य कार्यमस्ति आर्धधातुकलकारेषु कर्तरीषप् इत्यस्य कार्यं नास्ति गणनिमित्तिकविकरणप्रत्ययः न आयाति एव धातुः अर्धधातुकलकारेषु धातुः कस्मिन् गणे अस्ति इति चिन्तनं न भवति धातुः कस्मिन् अपि गणे भवतु यदि लृट् लकारं स्वीकुर्मः तत्र सर्वत्र स्य इति प्रत्ययः भवति धातुः कस्मिन् अपि गणे भवतु स्य इति प्रत्ययः भवति एवमेव लृङ् लकार पश्यामः चेत् तत्र सर्वत्र स्य इति प्रत्ययः भवति अतः तत्र धातुः भिन्नगणे अस्ति इति कृत्वा भिन्नविकरणप्रत्ययः नास्ति तत्र सर्वत्र एकविधप्रत्ययः भवति लुट् लकारे अपि तास् इति एकविधप्रत्ययः भवति अस्तु इति अस्माकं पाठः समाप्तः कोऽपि प्रश्नः वा अस्तु नास्ति चेत् अत्र नूतनपाठं प्रति गच्छामः अस्माकं विषयः अस्ति अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः करपत्रमस्ति खलु कृपया उद्घाटयन्तु भगिनि हा अस्तु विजयलक्ष्मी भगिनी पठतु प्रत्ययानां स्वभावः कः अपि च प्रक्रिया कीदृशी इत्यनयोः ज्ञानेन यौ कावपि प्रकृतिप्रत्ययौ अस्माकं पुरतः स्यातां द्वयोः संयोजनेन किम् उत्पद्यते इति सौकर्येण नैपुण्येन च जानीयाम अधस्तने चित्रे च समग्रसंस्कृतभाषायां प्रक्रियाः काः अपि च प्रत्ययाः के इति निरूपितं भवति अनेन चित्रेण पाणिनेः लघुत्वसिद्धान्तेन अस्माकं कः लाभः अपि च दीक्षितपुष्पमात्रा कथम् इदं विज्ञानं प्रक्रियानाम्ना व्यवहारे आनीतम् इति अस्माभिः स्पष्टतया बुध्यते तर्हि अग्रे अत्र किं किम् अस्ति इति परिशीलयाम पठामि किं वदतु तावद् वदतु अत्र किम् अस्ति कस्य विषये चिन्तनम् अस्ति अत्र अष्टाध्याय्यां प्रत्ययानां स्वभावः अनन्तरं प्रत्ययानां स्वभावं दृष्ट्वा कीदृशी प्रक्रिया भवति इति प्रकृतिप्रत्ययोः मध्ये यत् रिलेशन्शिप् संयोजनेन किम् उत्पद्यते इति ज्ञातुं सौकर्येण यत् चित्रं दत्तमस्ति तत्र द्रष्टुं शक्यते. पाणिनेः चिन्तनं कथम् आसीत् इति अत्र चित्ररूपेण दर्शितम् अस्ति. समीचीनं भगिनि. एतदेव मात्रा पुष्पदीक्षित् मातुः प्रक्रिया स्पष्टतया अस्माकम् अवगन्तुमपि शक्यते चित्रं दृष्ट्वा. बहु समीचीनम्. इत्युक्ते अत्र किम् अत्र पूर्वम् अस्माकम् एकं करपत्रमासीत् यत्र वयम् अष्टाध्यायः परिचयं प्राप्तवन्तः. अत्र अष्टाध्यायां कुत्र किं किम् अस्ति इति सारांशरूपेण अस्माभिः चर्चितमासीत्. तत्र अष्टाध्यायां सप्तविधप्रत्ययाः सन्ति इति अस्माभिः ज्ञातं खलु. सप्तविधप्रत्ययाः के? कृत् प्रत्ययः, स्त्रीप्रत्ययः, अनन्तरम् आर्डर् अल्लि समाधि सनादिप्रत्ययः, अनन्तरं सद्धितप्रत्ययः, अनन्तरं किं भगिनि अस्माकम् आरभते इत्यत्र किमस्ति? किञ्चित् कृत् प्रत्ययः न आरभते इत्यत्र कः प्रत्ययः? तिङ् तिङ् तिङ् प्रत्ययः तिङ्प्रत्ययः. अनन्तरं कृत् तद्धित समासः अपि तत्तु प्रत्ययः अस्ति. तिङ् अनन्तरं षित् अनन्तरं तत्तु न सोरि तिङ् तिङ् प्रत्ययः अनन्तरं सुप्रत्ययः सुप्रत्ययः अभवत् वा सप्त तिङ् प्रत्ययः कृत् तद्धित कथं न कथं स्मर्तव्यम् इति चेत् एतादृश क्लेशस्य आवश्यकता नास्ति. कथं स्मर्तव्यम् इति चेत् तत्र अस्माकं मूलं किम् अस्ति? धातुतः विधीयमानः सुप्रत्ययः अनन्तरं धातुतः विधीयमानः सुप् कथम्? ओ सोरि, धातुतः विधीयमानः तिङ् प्रत्ययः अनन्तरं अथवा कृत् प्रत्ययः. धातुतः द्विविधः एव अस्ति प्रत्ययः. धातुतः विद्यमानः प्रत्ययः तिङ् भवति नो चेत् कृत् भवति इति अत्र द्विविधप्रत्ययः. तदनन्तरं तिङ् प्रत्ययस्य विषये चिन्तनं कुर्मः चेत् अत्र मध्ये किम् अस्ति? तदपि अस्ति खलु. अतः धातुतः तत्र तिङ् प्रत्ययः कृत् प्रत्ययः. तिङ् प्रत्ययस्य विषये चिन्तनं कुर्मः अथवा कृत् प्रत्ययस्य विषये अपि चिन्तनं यथा शानच् अथवा शतृप्रत्ययः चिन्तनं शतृप्रत्ययस्य चिन्तनं कुर्मः तत्रापि मध्ये विकरणप्रत्ययः आयाति. अतः धातुतः तिङ् कृत् विकरणप्रत्ययः विकरणप्रत्ययः. हा इदानीं त्रयः प्रत्ययाः अभवन्. हा इदानीं प्रातिपदिकात् प्रातिपदिकात् सुप्रत्ययः अनन्तरं स्त्रीप्रत्ययः अनन्तरं तद्धितप्रत्ययः प्रातिपदिकात् अत्र सुप्रत्ययः स्त्रीप्रत्ययः तद्धितप्रत्ययः तावदेव प्रातिपदिकात्. इदानीम् अत्र सनादिप्रत्ययः इति धातुतः एव भवति, कुत्रचित् प्रातिपदिकात् अपि भवति. सनादिप्रत्ययः प्रायेण धातुतः भवति, कुत्रचित् प्रातिपदिकात् अपि भवति, परन्तु सनादिप्रत्ययस्य योजनेन नूतनधातुः निष्पद्यते. सनादिप्रत्ययस्य योजनेन नूतनधातुः निष्पद्यते. अस्तु, इदानीं तत्र सप्तविधप्रत्ययाः सन्ति संस्कृतभाषायाम् इति वयं जानीमः. तर्हि अस्माकं पुरतः प्रकृतिः अस्ति, प्रकृतिः धातुः अस्ति अथवा प्रातिपदिकम् अस्ति प्रकृतिः, तस्य अनन्तरं प्रत्ययः अस्ति. प्रत्ययः सप्तविधप्रत्ययेषु अन्यतमः प्रत्ययः भवति. तर्हि अत्र अस्माकं पुरतः तत्र मूलम् अस्ति, प्रकृतिः अस्ति, तस्य अनन्तरं प्रत्ययः अस्ति. तर्हि अस्माकं चिन्तनक्रमे तत्र किं चिन्तनीयं, यदा हि तत्र प्रकृतिः अस्ति तस्य अनन्तरं प्रत्ययः अस्ति, तत्र किं चिन्तनीयं भवति? रमा भगिनी वदतु. प्रत्ययः पित्वा अपित्वा, तस्मात् पूर्वं, तस्मात् पूर्वं किम् अत्र अस्माकं वारं वारम् अस्माभिः चर्चितं, प्रथमं तत्र किं चिन्तनीयं? सर्वधातुकः वा आर्धधातुकः? तावदेव. धातुतः प्रत्ययः अस्ति चेत्, इदानीं प्रकृतिः धातुः अस्ति इति चेत्, प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा इति चिन्तनीयम् इति अत्र मूलविषयः अस्ति. तदनन्तरं पित्वा अपित्वा, तदनन्तरम् इतोपि चिन्तनीयं चेत् पित्प्रत्ययः अस्ति वा अपित्प्रत्ययः अस्ति वा इति चित्रे पश्यामः. परन्तु यत्र कुत्रापि प्रथमसोपाने अत्र धातुतः यः प्रत्ययः अस्ति, सः प्रत्ययः कीदृशः, तस्य स्वभावः कः, सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा इति प्रथमः प्रश्नः. तदनन्तरं तत्र प्रत्ययः सार्वधातुकः अस्ति चेत् धातुतः सार्वधातुकप्रक्रिया इति वदामः. धातोः साक्षात् अनन्तरं सार्वधातुकप्रत्ययः अस्ति चेत् सार्वधातुकप्रक्रिया इति वदामः. धातोः अनन्तरं यः प्रत्ययः आर्धधातुकः अस्ति तर्हि आर्धधातुकप्रक्रिया इति वदामः इति तादृश अभिज्ञानं स्यात्, तादृश रेकग्निशन् स्यात् आदौ. धातुतः यः प्रत्ययः सः सार्वधातुकः वा आर्धधातुकः वा इति प्रथमसोपानं, सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति तादृशचिन्तनं. किमर्थमिति चेत् सार्वधातुकप्रक्रिया अस्ति चेत् तदानीं तत्र अस्माकं चिन्तनक्रमे विकरणप्रत्ययः मध्ये आयाति, गणनिमित्तिकविकरणप्रत्ययः आयाति कर्त्रार्थे अपि अस्ति चेत्. इदानीं धातुतः अर्धधातुकप्रत्ययः अस्ति चेत् तत्र इडागमचिन्तनं भवति इति तावानेव भेदः अस्ति. धातुतः विद्यमानः ये ये प्रत्ययाः सन्ति तत्र सर्वत्र एवमेव अस्ति, अन्यत् किमपि नास्ति. विकरणप्रत्ययः आयाति कुत्रचित्, कुत्रचित् इडागमचिन्तनं भवति. अर्धधातुकप्रक्रियायां गणनिमित्तिकविकरणप्रत्ययः न आयाति, परन्तु लकारनिमित्तिकविकरणप्रत्ययः आयाति. लकारः अस्ति चेत् अर्धधातुकप्रत्ययः तत्र अर्धधातुकलकारः अस्ति चेत् तत्र लकारनिमित्तिकविकरणप्रत्ययः आयाति. परन्तु इदानीं तत्र कृत् प्रत्ययः अस्ति, अर्धधातुककृत् प्रत्ययः अस्ति, तादृशसन्दर्भे तत्र लकारनिमित्तिकविकरणप्रत्ययः नास्ति, इडागमचिन्तनमेव भवति इति तावानेव भेदः. एतावता स्पष्टं खलु सर्वेषां कृते? अस्तु, इदानीम् अत्र चित्रमस्ति, चित्रं पश्यामः. अस्तु, अत्र रमा भगिनी वदतु, अत्र चित्रे किं किम् अस्ति इति एकवारं वदतु. अत्र प्रथम स्टेप् मध्ये, प्रथमसोपाने किम् अस्ति? प्रथमचित्रं वा द्वितीयचित्रं? प्रथमचित्रं, प्रथमचित्रं. प्रत्ययः प्रातिपदिकम् अथवा धातुः द्वौ विभागौ अस्ति, प्रातिपदिकात्वा प्रत्ययः धातोः सम्बन्धप्रत्ययः धातुतः प्रत्ययः धातुतः विधीयते, नो चेत् प्रातिपदिकात् विधीयते. प्रत्ययः धातुतः विधीयते अथवा प्रातिपदिकात् विधीयते. धातुतः विधीयमानाः प्रत्ययाः कस्मिन् अध्याये सन्ति? तृतीय अध्याये अस्ति. तिङ् अथवा कृत् प्रत्ययः अस्ति. इदानीं प्रथमसोपाने एव वयं पश्यामः, द्वितीयसोपानं प्रति मा धातोः तृतीय अध्याये अस्ति. प्रातिपदिकात् विधीयमानप्रत्ययः चतुर्थ अथवा पञ्चम अध्याये अस्ति स्तः. सत्यं, धातुतः विद्यमानाः सर्वे प्रत्ययाः तृतीय अध्याये सन्ति. प्रातिपदिकात् विद्यमानाः प्रत्ययाः सर्वे प्रत्ययाः चतुर्थाध्याये अथवा पञ्चमाध्याये सन्ति. अस्तु, इति प्रथमसोपानं. तावदेव, प्रत्ययः प्रातिपदिकात् भवति नो चेत् धातुतः भवति इति प्रथमसोपाने. अस्तु भगिनि, धन्यवादः. इदानीं द्वितीयसोपानं प्रति गच्छामः. अत्र रामनगर् महोदय, अस्ति वा? अस्तु, मीना भगिनि. द्वितीयसोपानं प्रातिपदिका किं किं प्रत्ययः अस्ति? सुप्रत्ययः, स्त्रीप्रत्ययः, तद्धितप्रत्ययः. सुप्रत्ययः चतुर्थ अध्याये प्रथम पादे, द्वितीय सूत्रमिति. स्त्रीप्रत्ययः चतुर्थ अध्याये अस्ति, कथितप्रत्ययः चतुर्थ अध्याये, अपि च पञ्चम अध्याये अपि अन्तिम सन्ति. धातोः तिङ् तिङ् प्रत्ययः अपि कृत् प्रत्ययः अस्ति तृतीय अध्याये. हा, समीचीनं, बहु समीचीनम्. इत्युक्ते प्रथमसोपाने अत्र मूलमस्ति धातुः, धातुतः प्रत्ययः, प्रातिपदिकात् प्रत्ययः. इदानीं प्रातिपदिकात् कीदृशप्रत्ययः, कतिविधप्रत्ययः इति चेत् सुप्रत्ययः, स्त्रीप्रत्ययः, तद्धितप्रत्ययः इति अस्ति. प्रातिपदिकात् प्रत्ययः सुप्रत्ययः भवितुमर्हति, स्त्रीप्रत्ययः भवितुमर्हति, अथवा तद्धितप्रत्ययः. धातुतः प्रत्ययः कीदृशः इति चेत् द्विविधः एव, तिङ् भवति नो चेत् कृत् भवति. तिङ् नास्ति चेत् कृत्, कृदतिङ् इति सूत्रमस्ति खलु. यः प्रत्ययः तिङ् नास्ति धातुतः, सः प्रत्ययः कृत्. तावदेव, द्विविधप्रत्ययः. अस्तु अस्तु, इदानीम् अग्रे, इदानीं धातुतः, इदानीं प्रातिपदिकात् ये प्रत्ययाः सन्ति तेषां विषये अधुना अस्माकं चिन्तनं नास्ति. अस्माकम् अवगमनार्थम् अत्र उल्लिखितमस्ति, परन्तु अस्माकं व्यवधानं कुत्र इति चेत् धातुतः विद्यमानप्रत्ययस्य विषये एव अस्माकं चिन्तनं प्रवर्तमानम् अस्ति. धातुतः विद्यमानः प्रत्ययः तिङ् भवति नो चेत् कृत् भवति. पुनः तिङ् कृत् प्रत्ययेषु मध्ये पुनः विभजनम् अस्ति. किमस्ति विभजनं भगिनि? तिङ् सार्वधातुकं वा आर्धधातुकं वा इति. तिङ् तिङ् कृत् प्रत्यये अपि सार्वधातुक प्रत्ययं वा आर्धधातुकप्रत्ययं वा इति विभजनं. हा हा, इत्युक्ते अस्माकं पुरतः धातुः अस्ति, धातोः अनन्तरं प्रत्ययः अस्ति चेत् प्रथमप्रश्नः तिङ् प्रत्ययः वा कृत् प्रत्ययः वा इति प्रश्नः. पुनः तिङ् प्रत्ययः अस्ति चेत् पुनः प्रश्नः सार्वधातुकः वा अर्धधातुकः वा. कृत् अस्ति चेदपि पुनः सार्वधातुकः वा अर्धधातुकः वा इति तावदेव तत्र नामकरणं. तर्हि तिङ् प्रत्ययः कस्य सार्वधातुकसंज्ञा, कस्य अर्धधातुकसंज्ञा? त्रिंशत् सार्वधातुकं अर्धधातुकं शेषः. कृत् प्रत्ययः अपि. एकक्षणम् एकक्षणम्. तिङ् प्रत्ययः तिंशत् सार्वधातुकम् इति उक्तत्वात् सर्वे तिङ् प्रत्ययः सार्वधातुकः, तर्हि किमर्थम् अर्धधातुकः इति उक्तम्? अर्धधातुकप्रत्ययः अपि अस्ति तिङ् तिङ् प्रत्ययः. तिङ् प्रत्ययः अर्धधातुकिङ्गिङ्गिशि लिति च लिति च लिङ्गाशिष् इत्युक्ते तिङ् प्रत्ययः सामान्यतः सार्वधातुकः एव, किञ्चित् सार्वधातुकः एव, परन्तु अपवादः अस्ति. लिट् लकारे ये तिङ् प्रत्ययाः सन्ति ते प्रत्ययाः अर्धधातुकाः. आशीर्लिङ्ग् लकारे अपि तिङ् प्रत्ययः अर्धधातुकः. अन्ये सर्वे अन्यत्र सर्वत्र तिङ् प्रत्ययः सार्वधातुकप्रत्ययः. अस्तु, इदानीं कृत् प्रत्ययः तत्र किमस्ति? तत्र सार्वधातुकप्रत्ययः शत्रुप्रत्ययः सार्वधातुक षित् भवति, तस्मात् सार्वधातुकप्रत्ययः. आर्धधातुकप्रत्ययः नास्ति त्वान्तं प्रत्ययः तेषु आर्धदात्मकप्रत्ययः न केवलं त्वा कृत् न केवलं त्वा तुमुन् कुत्रापि ककार अस्ति न तत् आर्धदातुकृत् प्रत्ययः बहवः सन्ति बहवः कृत् प्रत्ययः सन्ति तत्र तेषु उदाहरणरूपेण तुमुन् प्रत्ययः त्वा प्रत्ययः तप्रत्ययः तवतु प्रत्ययः ण्यत् प्रत्ययः यत् प्रत्ययः तव्यत् प्रत्ययः अनियत् प्रत्ययः इत्यादीनि प्रसिद्ध उदाहरणानि सन्ति परन्तु इतोपि प्रत्ययाः सन्ति अत्र कृत् प्रत्ययः बहवः सन्ति कृत् प्रत्ययः तर्हि कृत् प्रत्ययेषु अपि भेदः अस्ति सार्वधातुकः अथवा अर्धधातुकः अत्र किम् अस्ति इति चेत् ये प्रत्ययाः शितः सन्ति ते सार्वधातुकाः ये प्रत्ययाः अशितः सन्ति ते अर्धधातुकाः हा इति तावत्पर्यन्तं सर्वैः बुद्धं खलु कोऽपि प्रश्नः वा अस्तु भगिनि धन्यवादः अस्तु इदानीं ततः अग्रे सरेम इदानीम् अत्र तिङ् प्रत्ययः अस्ति कृत् प्रत्ययः अस्ति इति अवगतं तर्हि तत्रापि पुनः विभजनम् अस्ति सार्वधातुकः वा अर्धधातुकः वा इति विभजनम् अस्ति तर्हि सार्वधातुकप्रत्ययः अस्ति चेत् कीदृशः भवितुम् अर्हति इति तत्र वंसि भगिनी वदतु आम् यदि सार्वधातुकप्रत्ययः अस्ति तत्र सार्वधातुक पित् अस्ति अपि च अपित् अपि भवितुम् अर्हति पित् इति कारणेन गुणः भवति अपित् इति कारणः गुणः निषेधः भवति सार्वधातुकम् अपित् अपि च नीति च इति सूत्रेण तत्र गुणनिषेधः भवति भगिनि हा बहु समीचीनं सार्वधातुकप्रत्ययः अस्ति चेत् अस्माकं प्रश्नः भवति पित् अस्ति वा अपित् अस्ति वा इति प्रश्नः अस्ति इति सर्वदा स्मर्तव्यं सार्वधातुकप्रत्ययः यत्र भवति तत्र एव पित् अस्ति वा अपित् अस्ति वा इति चिन्तनं भवति यतोहि पित् अस्ति चेत् गुणः भवति अपित् अस्ति चेत् निद्वत् भवति अपित् प्रत्ययः निद्वत् भवति सार्वधातुकम् अपित् निद्वत् इति कृत्वा निद्वत् भवति निद्वत् अस्ति चेत् कृति च इति सूत्रेण गुणनिषेधः भवति इति तावानेव तत्र भेदः अस्ति पित्वा अपित्वा इति विभजनद्वयम् आर्धधातुकः अस्ति चेत् आर्धधातुकः अस्ति चेत् अत्र कित् भवति अपि च नित् भवितुम् अर्हति कित् नित् नित् अपि च नित् इति त्रयः चत्वारः चत्वारः भेदाः सन्ति यदि कित् तत्र एते चत्वारः कारणेन तत्र गुणनिषेधः भवति कित् भवति चेत् गुणः न भवति नित् भवति चेत् गुणः न भवति परन्तु तत्र हा तत्तु समीचीनम् आधारः परन्तु वृद्धिः भवति यदि नित् अपि च नित् अस्ति चेत् तत्र वृद्धिः भवति गुणः न भवति तावदेव वा किञ्चित् सत्यं तावदेव इत्युक्ते आर्धधातुकप्रत्ययः अस्ति चेत् कित् भवितुमर्हति नित् भवितुमर्हति ङित् भवितुमर्हति णित् भवितुमर्हति इति चतुर्विधः अस्ति कित् नित् इत् णित् इति अस्ति तर्हि अत्र तत्र कथं तत्र विभजनं कथम् इति चेत् कित् प्रत्ययः अस्ति चेत् किमपि भवति इत् प्रत्ययः अस्ति चेत् किमपि भवति कित् नित् इत् णित् भिन्नः अस्ति चेत् किमपि भवति इति अस्ति अत्र इत् णित् प्रत्ययः अस्ति चेत् वृद्धिः भवति इत् णित् अस्ति चेत् वृद्धिः भवति यः कोऽपि प्रत्ययं स्वीकुर्मः लिक् योगः नूल् प्रत्ययः अस्ति लिक् योगः नूल् प्रत्ययः नूल् प्रत्ययः णित् अस्ति यतोहि अकारस्य इत्संज्ञा अस्ति लिक् योगः नूल् प्रत्ययः नूल् प्रत्ययस्य स्थाने अक इति आदेशः भवति अतः तत्र किं भवति लिक् योगः अक लिलेक् योगः अक तत्र इत् णित् अस्ति तत्रापि वस्तुतः तत्र तत् उदाहरणं समीचीनमस्ति तत्र किं वदामि अत्र निजन्तं स्वीकुर्मः सम्यक् अस्ति तत्र किं वद नी इति धातुः अस्ति नी इति धातुतः निच् इति प्रत्ययं स्वीकुर्मः सरलमस्ति नी इति धातुतः निच् इति प्रत्ययः निच् प्रत्ययः नित् अस्ति, अतः तत्र वृद्धिः भवति. नी इत्यत्र वृद्धिः, नी इत्यत्र गुणः, ने इति भवति वृद्धिः, अत्र नै इति भवति वृद्धिः, नै नै योगः इ, नै इति वृद्धिः तत्र, नायि इति नूतनधातुः निष्पद्यते. इत्युक्ते अत्र यत्र यत्र णित् प्रत्ययः अस्ति तत्र तत्र धा अङ्गस्य वृद्धिः भवति. इत् प्रत्ययः अस्ति चेदपि वृद्धिः भवति. कित् प्रत्ययः अस्ति चेत्, कित् प्रत्ययः अथवा नित् प्रत्ययः अस्ति चेत् गुणनिषेधः भवति. अनन्तरं कित् नित् इत् नित् भिन्नः अस्ति चेत् तत्र गुणः भवति, गुणः भवति. अर्धधातुकप्रत्ययेषु केवलम् अत्र त्रिविधः अस्ति एव अस्ति. कित् नित् अस्ति चेत् गुणनिषेधः, इत् णित् अस्ति चेत् वृद्धिः, कित् नित् इत् णित् भिन्नः अस्ति चेत् तत्र गुणः. प्रथमं गुणनिषेधः, द्वितीय बाक्स् मध्ये वृद्धिः, तृतीय बाक्स् मध्ये गुणः. तावदेव. सर्वत्र यः कोऽपि प्रत्ययः, यः कोऽपि प्रत्ययं, यं कमपि प्रत्ययं स्वीकरोतु, समानप्रक्रिया. तदनन्तरं पश्यामः चेत् अग्रे तत्र विकरणप्रत्ययः अस्ति. विकरणप्रत्ययः अपि धातुतः एव भवन्ति, धातुतः विकरणप्रत्ययः भवन्ति. तदनन्तरं धातुप्रत्ययः इति सनादिप्रत्ययः सन्ति. धातुतः द्वादश सनादिप्रत्ययः सन्ति, ते अपि धातुभ्यः भवन्ति. केचन तु प्रातिपदिकात् अपि भवन्ति, प्रायेण धातुतः भवन्ति द्वादशप्रत्ययः. यथा सन्, क्यच्, काम्यच्, यङ्, णिच् इत्यादयः. अस्तु, इति अत्र अत्र स्थगयामः. अत्र पुनः इदं चित्रं पुनः अग्रिमसप्ताहे अपि द्रष्टुं शक्नुमः. अष्टाध्याय्यां सामान्यतया प्रक्रिया, यदा वयं प्रक्रिया इति वदामः चेत् सुबन्तप्रक्रिया भवति, तद्धितप्रक्रिया भवति, सार्वधातुकप्रक्रिया भवति, अथवा अर्धधातुकप्रक्रिया. तावदेव. सुबन्तप्रक्रिया, तद्धितप्रक्रिया, सार्वधातुकप्रक्रिया, अर्धधातुकप्रक्रिया. सार्वधातुकप्रक्रिया, अर्धधातुकप्रक्रिया तु धातुतः विद्यमानः चेत् सार्वधातुकप्रक्रिया अथवा अर्धधातुकप्रत्यय प्रक्रिया. प्रातिपदिकात् अस्ति चेत् सुप्रत्ययः, सुप्रक्रिया अथवा तद्धितप्रक्रिया. अपि च धातुतः विहिताः प्रत्ययाः त्रिविधाः. सर्वं सर्वं स्वीकृत्य संहत्य किं वक्तुमिच्छामः चेत् अपित् प्रत्ययः सार्वधातुकस्तरे, अपित् प्रत्ययः आर्धधातुकस्तरे स एव कित् नित् प्रत्ययः. सार्वधातुकस्तरे पित् प्रत्ययः, तदेव आर्धधातुकस्तरे कित् नित् इत् नित् भिन्नः. तदनन्तरम् इत् नित् इति केवलम् आर्धधातुकस्तरे इति अस्ति. इदं चित्रं मनसि अस्ति चेत् तत्र स्पष्टता भवति. पुनः एकवारं पश्यन्तु सर्वैः, पुनः कृपया एकवारं पुनः पश्यन्तु तत्र किं किम् अस्ति इति पश्यन्तु. अग्रिमसप्ताहे इतोपि अग्रे पुनः चिन्तनं कर्तुं शक्नुमः. स्त्रीप्रक्रिया भिन्न नास्ति किम्? न, सुप् तत्र प्रातिपदिकात् स्त्रीप्रत्ययं योजयित्वा सुबन्तप्रक्रियायाम् अन्तर्भूतम्. अस्तु, तथैव अत्र धातु प्रत्यय द्वादश इत्युक्ते सनादिप्रत्यय तथैव खलु, आर्धधातुक वा सार्वधातुक वा आर्धधातुक वा इति. तावदेव. अस्तु भगिनी, षित् प्रत्यय इति न उक्तम्, षित् इत्युक्ते सर्वे सार्वधातुकप्रत्ययः षितः खलु. कृत् प्रत्ययेषु विभजनमस्ति खलु, सार्वधातुकः आर्धधातुकः इति. कृत् प्रत्ययः षित् अस्ति चेत् सार्वधातुकः, अषित् अस्ति चेत् आर्धधातुकः इति. तत्र तत्र एव अन्तर्भूतः. तथैव विकरणप्रत्ययेषु एव आयाति किम्? विकरणप्रत्ययेषु अपि षित् अस्ति, विकरणप्रत्ययः षितः सन्ति. हा, ते अपि धातुभ्यः एव विधीयन्ते, परन्तु तस्य पृथक्तया चिन्तनं नास्ति, यतोहि सार्वधातुकः इत्यस्मिन् एव अन्तर्भूतः खलु. अतः सार्वधातुकप्रक्रिया इति वयं चिन्तयामः चेत् तत्र शितः अपि अन्तर्भूतः. धन्यवादः भगिनि. अस्तु, तर्हि अत्र स्थगयामः. अग्रिमसप्ताहे इतः अग्रे सर्तुं शक्नुमः. अस्तु, धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः. शुभरात्रिः.